ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् सुप्रभातम् स्वागतम् आरम्भं कुर्मः ओके चलो सरस्वती आं भगिनि हा इत् संज्ञा इत्युक्ते किं किञ्चित् पुनरभ्यासं करोमि इत् इत्युक्ते किम् इत् संज्ञा इति वयं कुर्मः न नामकरणं इत्युक्ते वाट् इस् द वर्ड् इट् इस् दि अनुबन्धः अनुबन्धः या अक्षरं यत् अक्षरम् इत्संख्या इति नामकरणमस्ति तत् लोपः भवति सप्तसूत्राणि सन्ति नियम कदा इत्संख्या भवति तदक्षराणि अक्षराणि इति सप्तसूत्राणि सन्ति उपदेशावस्थायाम् इत्संख्या भवति उपदेश इत्युक्ते धातौ धातुः प्रत्ययः आगमः आदेशः मूलरूपे देन् लौकिकरूपम् अन्यं भवति तत् लौकिकरूपं केन अक्षराणि लोपः भवति तद् अक्षरम् इत् संख्या इति नाम किं नामकरणम् नामकरणमस्ति इदानीं रूपल् रूपल् भवति किं वदति किं उपदेश अवस्था लौकिक अवस्था इत्युक्ते किम् उपदेशावस्था इति यदा वयं पाणिनीयव्याकरणं पठामः तदा यत् धातुः स्वरूपं दृश्यते तत् सर्वम् उपदेशावस्था इति उच्यते अनन्तरं काचित् व्याकरणे प्रक्रिया तत्र क्रियते अनन्तरं यद् रूपं धातुरूपं लभ्यते यद्वयम् उपयोगं कुर्मः तत् लौकिकधातुरूपं लौकिकरूपम् इति वयं वदामः उदाहरणरूपेण गम्लु इति रूपमस्ति तत् उपदेश अवस्थायाम् इति उच्यते तत्र काचित् व्याकरणीप्रक्रिया कृत्वा तत् तस्य गमगच्छ इति धातु वयम् उपयोगं कुर्मः अनन्तरं लकारेषु तस्य रूपाणि भवन्ति तद् लौकिकरूपम् इति उच्यते इति अहं जानामि बहु अधिकं न जानामि परन्तु भवती तु केवलं धातुविषय उक्तवती उपदेशावस्था केवलं धातूनां कृते अस्ति वा पूर्णिमा उपदेशावस्था धातूनां कृते एव अस्ति वा नमस्ते महोदय पूर्णिमा अस्ति अद्य सम्भाषणं कर्तुं शक्नोति? शक्नोमि शक्नोमि. धातुना कृते किं पृष्टवान् वदतु भगिनि. श्रूयते वा? आं श्रूयते. किं प्रश्नः किं भगिनि? अरे द्विवारम् उक्तवती मम भगिनि, मम अन्तर्जालमध्ये किञ्चित् समस्या, अहं न श्रुतवती. रूपल् उक्तवती धातूनां कृते इत्संज्ञा उपयोगं भवति. इत्युक्ते उपदेशावस्था धातूनां कृते अस्ति. मम प्रश्नः एवम् अस्ति, केवलं धातु उपदेशावस्थाम् अवस्थायां भवति वा अन्य अपि उपदेशावस्था तत्र अपि सन्ति? सुबन्तस्य मूलरूपमपि भवति, तत्र तत्रापि मूलरूपे किञ्चित् अन्यत् भवति, लौकिकरूपे किञ्चित् अन्यत् भवति, अन्यत्र लोपः अपि भवति, कुत्र कुत्रापि तथैव भवति. ओके, ललिता भवत्याः अभिप्रायः किम्? उपदेश अवस्था इति यदस्ति तं केवलं धातूनां कृते अस्ति वा? उपदेशावस्था धातु पदं सुप्तिं आदेश आगम प्रत्यय इति सर्वे उपदेशावस्था अस्ति. उपदेशावस्था इति चेत् टोटल् कन्फ्यूजन् अस्ति. कण्णम्मा भवती किं चिन्तयति उपदेशावस्था? नमस्ते, सुप्रभातं भगिनि. पाणिना व्याकरणे यत् मूलरूपं दीयते तत् धातु वा प्रत्यय उपदेशः आगमः ये सर्वं मूलरूप अस्ति, मध्ये अस्ति, ये सर्वे उपदेशाः सन्ति. ये मूलरूप तेषां केचन वर्णः उपस्थ यत् किञ्चित् कार्यं क्रियते चेत् तेषां लोपः भवति, लोकेषु किञ्चित् वर्णः तिष्ठन्ति, ते लोकरूपेषु इति उच्यन्ते. सम्यक्. मूलरूपं धातु अपि अस्ति, प्रत्ययः अपि अस्ति. प्रत्ययः इत्युक्ते यत्किमपि वयं योजयामः प्रोसेसिङ्ग् समये. ओके, सर्वत्र प्रोसेसिङ्ग् विषये सूत्राणि सन्ति. सूत्राणाम् आधारेण केचन वर्णाः अदृश्यं भविष्यन्ति. अदृश्यं यद् भवति तदस्ति इत्संज्ञकवर्णः. एकवारं तस्य तत्र इत्संज्ञा इति वयं वदामः चेत् तदनन्तरं तस्य लोपः इति उक्त्वा तस्य लोपकार्यमपि वयं कुर्मः. ओके, अवगतम्? इत्संज्ञा इत्युक्ते अवगतम्. ओके, ललिता स्पष्टम्? स्पष्टं भगिनि, स्पष्टं, थेङ्क् यू. आदेश आगम अन्य किम् उक्तवती? आदेश आगम प्रत्ययः धातुः. कुत्रापि यत्किमपि अस्ति, मूलरूपम् इत्युक्ते प्रथमवारं मुनित्रयेण उक्तम् अस्ति, तदस्ति मूलरूपं तदुपरि वयं सूत्रस्य आधारेण कार्यं कुर्मः ओके कार्यस्य परिणामः अस्ति केचन वर्णाः इत्संज्ञकवर्णाः इति क्लासिफै कुर्मः इत्युक्ते तेषां गणनां न कर्तव्यं यत् यस्मिन् समये तस्य किम् उपयोगं वयं कुर्मः साक्षात् उपयोगं कुर्मः तस्मिन् समये तत् अदृश्यं भवति उदाहरणार्थं रूपलुप्तवती गम्ल इति धातु अस्ति परन्तु वयम् उपयोगं कुर्मः तस्मिन् समये ल नास्ति हा गतं ल गतं किमर्थं गतं केन केन प्रोसेसिङ्ग् आधारेण सूत्रस्य आधारेण तद् गतं तस्मिन् विषये सूत्रमस्ति तद् तस्य आधारेण तस्य इत्संज्ञा भवति तदनन्तरम् अवशिष्टरूपं वयम् उपयोगं कुर्मः मूलरूपम् एकम् अस्ति लौकिकरूपम् अथवा उपयोगरूपं भिन्नम् अस्ति ओके तदस्ति प्रथमकार्यम् इत्संज्ञकवर्णस्य ऐडेण्टिफिकेशन् अनन्तरं यत्किमपि कर्तव्यं तत् कुर्मः इदानीं जया इत्संज्ञकवर्णस्य किम् ऐडेण्टिफिकेशन् कृते कति सूत्राणि सन्ति सप्तसूत्राणि सन्ति भगिनि सप्तसूत्राणि सन्ति कथं तेषां विभजनं कृतम् whether it be like halanta anunasika anya varna samuha okay okay prashnam akinchi bhinna ritya aham prachhami ha kati sutrani santi bhavati uktavati sapta sutrani sapta sapta sutrani yat सन्ति हा ये सन्ति ते सर्वत्र उपयोगी भवति वा सर्वत्र उपयोगी सप्तसूत्राणि सन्ति वा आम् सप्तसूत्राणि उपयोगम् ओके चन्द्रमती भवती किं वदति तस्मिन् विषये त्रीणि सूत्राणि उपदेशे धातु प्रत्ययेषु आगमेषु आदेशेषु सर्वत्र कार्यं करोति चत्वारि सूत्राणि प्रत्ययेषु एव कार्यं करोति एकं सूत्रं निषेध सूत्रम् अस्ति अन्तिमभागं पुनः वदतु एक न विभक्तौ तु स्मः तत् एक निषेधगुणनिषेध अस्ति बाधासूत्रं निषेधसूत्रं विभक्तौ स्मः बाधकसूत्रं परन्तु निषेधसूत्रं कुत्र उपयोगं भवति स्माः तदपि विभक्ति विभक्ति कार्ये निषेध अस्ति अपो त्रि त्रि एकम् भवती तु त्रि त्रि एकमिति अत्र किं स्वरूप महोदय त्रीणि सूत्राणि सर्वत्र कार्यं करोति चत्वारि सूत्राणि विभक्तौ एव कार्यं करोति न न विपरीतमस्ति. चत्वारि सूत्राणि सूत्राणि सर्वेषु रूपेषु सर्वेषु रूपेषु सर्वत्र न विभक्तसूत्रेण निषेधसूत्रमस्ति. तदनन्तरं त्रीणि सूत्राणि केवलं प्रत्ययविषये उपयुक्तं भवति. ओके, न यत् किं चन्द्रमती उक्तवती न विभक्तौ तु स्माः, तत्तु केवलं निषेधकसूत्रमस्ति. ओके, अतः त्रीणि सर्वत्र, त्रीणि केवलं प्रत्ययस्य विषये, परन्तु न विभक्तौ तु स्माः, अत्र सर्वत्र यदुपयुक्तं भवति तस्मिन् भागे लिखितम् अस्ति. ओके, इदानीं पश्यामः भागीरथी प्रथमसूत्रं किञ्चित् स्पष्टीकरणं करोतु. उपदेशे जनुनासिक इत् इत्युक्ते किं भगिनी? अहं किञ्चित् क्लेशमस्ति भगिनि, अग्रिमवर्गे अहं वदामि भगिनि. किञ्चित् एव अहं पठितवती भगिनि. अच्छा, ओके. अनिल् भवान् वदतु. आमां महोदय, उपदेशे अच् उपदेशे का महोदय? उपदेशे जनुनासिक एतत् कुत्र वयम् उपयोगं कुर्मः, अर्थं किम्? ओके, यदा उपदेशः अस्ति इत्युक्ते धातोः प्रत्ययो आदेश आगमः मूलरूपे अस्ति, तत्र यदि अच् अनुनासिकरूपे अस्ति तर्हि इत् संज्ञा भवति. एतस्य एतत् सूत्रस्य अर्थ स्पष्टं. यदा उपदेश अवस्था अस्ति, उपदेशरूपम् अस्ति, तत्र यदा अनुनासिक अच्वर्णः अस्ति तस्य इत्संज्ञा भवति. ओके, उपदेशे अच् अनुनासिक इत्. ओके, इदानीं सुब्रह्मण्यं द्वितीयं. नमो वा, नमो वा, श्रूयते वा? हा, श्रूयते श्रूयते, समस्या नास्ति. अच्छा, द्वितीयं सूत्रं वयं पठितवन्तः, हलन्त्यम् इति. एतस्य स्पष्टीकरणं किञ्चित् करोतु. हलन्त्यं तस्य पदविभागं कुर्मः चेत् हल् अन्तस्य उपदेशे इति भवति. अतः उपदेशावस्थायां यत् हलन्त्यमस्ति, पदान्ते यत् हल् वर्णः अस्ति, तस्य इत् संज्ञा भवति, तस्य लोपः भवति. उदाहरणेन टिप् इति प्रत्ययः अस्ति, अत्र तकार हलन्त्यमस्ति, तस्य लोपः भवति, अनन्तरं टि एव अवशिष्यति. तदेव हलन्त्यम् इति सूत्रस्य विवरणमस्ति. ओके, सम्यक्. हलन्त्यम् इत्युक्ते हल् वर्णः अन्तिमभागे अस्ति. यत्किमपि वयं मूलरूपं पश्यामः तत्र अन्तिमवर्णः हल् वर्णः अस्ति, तस्य इत्संज्ञा भवति. आह, इदानीम् आगच्छति अस्माकं न विभक्तौ तु स्माः. ओके, स्वर सर्वमङ्गला. न विभक्तौ तु स्माः, वदतु. नमस्ते महोदय. न विभक्तौ तु स्माः, विभक्त्यां तवर्गीयवर्णः सकारः मकारः च इत्संज्ञकाः न भवन्ति. न इति न भवन्ति कदा? कदा कदा हलन्त्यम् इत्यस्य बाधकसूत्रम् इति ओके इत्यस्य बाधकसूत्रं परन्तु सर्वत्र वा विस्मृतं हा सरस्वती वर्गीयवर्णः सकारः मकारः एतेषां किम् उपदेशे मूलरूपे हलन्तवर्णाः अन्ते अस्ति तावर्गीयवर्णाः सकार अण्ड् मकार अस्ति चेत् विभक्त्याम् इत्संख्या न भवति अन्य हलन्तशब्दः इत्संख्या भवति परन्तु तावर्गीय वर्णाः सकारः मकारः न भवन्ति सर्वत्र वा विभक्तौ विभक्तौ प्रत्ययः विभक्तिप्रत्ययः के विभक्तिप्रत्ययः दत्वन् अल् अस् सुप् औ जस् तत् सुप्रत्ययः या सुप्रत्ययः येषाम् उपयोगं वयं कुर्मः विभक्तिरूपं प्राप्तुं सुप्रत्ययः केवलं ते That's what I understood. Thing pratyaya asa, bhajani. Thing pratyaya asa. Aham vadami va. Thing na, na vibhaktu. Thing na, nasi kalpa. Sarva mangala. Aham vadami ka vadati? Sarva mangala. Okay, vadatu. Yada. Yada supratyaya ha. Thing pratyaya siya yojanam kurma ha. तस्मिन् समये अन्तिमहल् वर्णः यदा तवर्गीयः सकारः मकारः चेत् तस्य समये इत्संज्ञा न भवति अतः विभक्ति इत्युक्ते डेफिनेशन् किम् अस्ति अस्मिन् सन्दर्भे सुप्रत्ययः सुप्रत्ययाः इन्प्रत्ययाः च सरस्वती तिङ्गपि विभक्ति प्रत्ययस्य गणे योजितमस्ति ओके सुप्रत्ययाः वयं जानीमः तत्र तु समस्या नास्ति परन्तु विभक्तिश्च इति सूत्रस्य आधारेण सुप्रत्ययाः अपि विभक्ति गणे किं योजितम् अस्ति ओके अतः विभक्ति इत्युक्ते सुप्रत्ययाः तिङ्प्रत्ययाः च अवगतं सर्वे जनाः तत्र किञ्चित् समस्या भविष्यति सैकलाजिकल् तत्र अहं जानामि अतः एव किञ्चित् स्पष्टीकरणम् अधिकम् ओके क्षम्यतां भगिनि अत्र एक वाक्यमस्ति अन्ये विभक्तिसंज्ञप्रत्ययः यत्र हलन्तलोपः बाधितः सस् बिस् ब्यस् आदि पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः रामात् तस्मात् एतत् वाक्यं न अवगतं भगिनि अत्र एव तृतीयबिन्दु न विभक्तं कुर्मः तृतीयबिन्दु तर्ड् पेरा स्माल् लैन् अन्य विभक्तिसंज्ञप्रत्यय उदाहरणं राम प्लस् जस् अनन्तरं सम्पूर्णं पठतु अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः सस् बिस् ब्यस् दस् ओस् आम् ब्याम् आम् पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः रामात् तस्मात् तस्मिन् लभेरन् न अवगतम् अर्थ न अवगतः विभक्तिसंज्ञकप्रत्ययाः तत्र वयं जानीमः न पूर्वमेव वयं दृष्टवन्तः न एतत् पश्यतु सु औजस् अम् औजस् अत्र शक्यमस्ति न ताभ्यां दिस् ज्ञामस्ति दिस् अस्ति एतत् सर्वं विभक्तिप्रत्ययाः एकविंशतिः वयं विभक्तिप्रत्ययाः अस्मिन् भागे इत्युक्ते एकविंशतिः प्रत्ययाः यत् सन्ति तत्र यदा सकारः हलन्तशब्दः अन्तिमभागे अस्ति इत्युक्ते हलन्तम् एकस्य सूत्रस्य आधारेण सकारस्य इत्संज्ञा भविष्यति अर्हति परन्तु न विभक्तौ स्मः यत् सूत्रमस्ति यदा विभक्ति अवस्थायां न विभक्तौ स्म अत्र अस्ति न इत्युक्ते तत्र विभक्ति अवस्थायां प्रत्ययः अस्ति हल् अस्ति हल् वर्णः अस्ति तकार तवर्गीयवर्णः सकारः वमकारः अस्ति तदा तस्य न भवेत् इदानीं पश्यतु अत्र जस् यदस्ति अत्र जस् यदस्ति अत्र अन्तिमवर्णः किं सकारः सकारः तत् हल् वर्णः अस्ति वा अच्वर्णः अस्ति हल् वर्णः हल् वर्णः अतः वयं हलन्तम् इत्यस्य सूत्रस्य आधारेण तस्य इत्संज्ञा कर्तुं शक्नुमः सत्यम् अस्तु परन्तु साधकसूत्रं किं वदति न विभक्तौ तु स्मः प्रत्ययः तत् विभक्तिप्रत्ययः प्रत्ययः अस्ति विभक्तिप्रत्ययः अस्ति प्रत्ययः अतः इमिडियट्लि बाधकसूत्रस्य वर्णं वयं कुर्मः चेत् तत्र सकारस्य इत्संज्ञा न भवति किमर्थं तुष्माः तवर्गीय सकारः अकारः अग्रे पश्यतु भ्यां यदस्ति ओके तत्र अन्तिमवर्णः किं मकारः अस्ति मकारः हल् वर्णः अस्ति अस्ति अस्ति हलन्त्यम् एतस्य आधारे इत्संज्ञा भवति भवति परन्तु विभक्तौ अस्ति चेत् न भवति राम् प्रत्ययः य अस्ति तत्तु विभक्तिप्रत्ययः अस्ति ओके अस्तु अस्तु वदतु द नेक्स्ट् सेण्टेन्स् अन्तिमतवर्गीयवर्णः न लुप्तः रामात् तस्मात् तस्मिन् लभेरन् अन्तिमरूपमस्ति लौकिकरूपं पदानि यत्र अन्तिमवर्गीयवर्णः न लुप्तः रामात् ओके अत्र सकारः अस्ति अस्तु ओके तवर्गीयवर्णः लुप्तः न भवति इत्युक्ते इत्संज्ञकवर्णः न भवति, रामात् विभक्तिरूपमस्ति न. अस्तु ओके अस्तु. But this is the final this thing, no? Like Ramat, Tasmat is the one which we are using, the Laukik words these are, right? So in that also that saying it is not. Yeah. Idanim pashyatu nasi iti asti panchami vibhakti. Etasya processing samaye aati agachati. प्रत्ययः ओके प्रत्ययः आगच्छति. तत्रापि प्रोसेसिङ्ग् समये तकारः अन्तिम हल्वर्णः भवति, तदपि तु विभक्तिरूपमेव अस्ति, अतः प्रोटेक्षन् अवगतम् अवगतं. प्रोसेसिङ्ग् मध्ये अत् आगच्छति, तत् हल्वर्ण तकारः न लुप्तः न लुप्तः. किमर्थं तदपि किं प्रत्ययः प्रत्ययः अस्ति, विभक्तप्रत्ययः अस्ति. अवगतं भगिनि अवगतं. किञ्चित् क्लेशं कन्फ्यूषन् आसीत् रामात् अत्र अस्ति चेत् दिस् इस् अ फैनल् प्रोसेसिङ्ग् वेर् इट् कम्स् अस् आत् सो देट् doesn't disappear. Understood. Atra nasi asti. Asti. Parantu etasya agre bhinna processing asti. Ikanta vayam idanim eva pashyamaha. Okay. Idanim abhyasa samaye vayam pashyamaha. Parantu tadanantara anya api bhavati. Okay. Astu bhagini. Astu. Spashtam. Spashtam. Dhanyavad bhagini. Dhanyavad. अवगत. ओके अन्यप्रश्नः अस्ति वा? सर्वे जनाः अवगतवन्तः. ओके इदानीं सरस्वती आं भगिनी उक्तवती ऐ हेव् अ क्वश्चन. एकः प्रश्नः अस्ति भगिनि चतुर्थ सूत्रेषु सूत्रे भवती एव करोतु न, आदिर्निपुणवः एतस्मिन् विषये भवती पृच्छति. तत्र आदेशे आदौ त्रे बिगिनिङ्ग् आदौ ठवर्गः अस्ति चेत् ठट्स् वट् दट् इस् वेर् ऐ एम् कन्फ्यूस् ओके. ञकारः टवर्गः दट् डा ऐ डू ऐ कुडण्ट् अण्डर्स्टाण्ड् भगिनि डू इत्युक्ते अस्ति चेत् इत् सङ्ख्या उच्यते, दट् इस् लोपः भवति मूलरूपे अस्ति चेत् लोपः भवति. वर्णसमूहः इत्युक्ते किम्? ग्रूप् आफ् लेटर्स् लैक् तत्र टु इत्युक्ते ट वर्ग पञ्च वर्णाः सन्ति. अत्र अस्मिन् सूत्रे आदिर्निपुणवः अस्मिन् सूत्रे वर्णसमूहस्य उल्लेखः अस्ति इत्युक्ते नी यदस्ति एतस्य वर्णसमूहः इत्युक्ते के के वर्णाः सन्ति? इत्युक्ते कति वर्णाः के के? द्विवर्णकारु इत्युक्ते तत्र कति वर्णाः सन्ति? टकार उकार उकार डु इत्युक्ते ओहो ओके ऐ गट् कन्फ्यूस्ड् डकार उकार. अत्र किं लिखितमस्ति? वर्णसमूहः. अत्र टु इत्युक्ते टवर्गीय नास्ति, टकार उकारयोः मेलनेन यदस्ति तद् ओके ओके वर्णसमूहः. अवगतम्? अतः उपदेश अवस्थायां यदा मी अस्ति टु अस्ति अथवा डु अस्ति कुत्र आदिमभागे आदिमपुडवः इति लिखितमस्ति अतः आदिमभागे यदा मी अथवा टु अथवा डु आगच्छति तस्य इत्संज्ञा भवति ओके तथा अन्यनियमः अपि अस्ति निबन्धन धातुषु एव भवन्ति इति तत्र पश्यतु आदिर्मिटुडवः कस्मिन् भागे आगच्छति सर्वेषु रूपेषु ओके अतः प्रत्ययः अस्ति चेत् अपि तस्य अप्लिकेशन् भविष्यति परन्तु अहं चिन्तयामि कुत्रापि मी टु डु प्रत्यये आदिमभागे न आगच्छति इति अहं चिन्तयामि परन्तु अग्रे पश्यामः यदा कदा आगच्छति तदा ज्ञातुं शक्नुमः सामान्यतया धातोः आदिमभागे एव एते आगच्छन्ति ओके सामान्यतया भगिनि दट् मीन्स् ओन्लि टु केन् टु डु केन् कम् नाट् एनी अदर् फार्म् आफ् लैक् नाट् टी आर् टे ओन्लि टु मेलनं समूहः ओके ओन्लि द उ ट प्लस् उ केन् कम् ओके केवलं तकार उकारयोः समूहः अस्ति अथवा डकार उकारयोः समूहः अस्ति अथवा नकार इकारयोः समूहः अस्ति तदा एव इत्संज्ञा सम्पूर्णसमूहस्य इत्संज्ञा भवति स्मरणे स्थापयन्तु सम्पूर्णसमूहस्य इत्संज्ञा भवति इदानीं एकं वाक्यमपि अस्ति तस्मिन् विषये सा वदति रुपल् भवती वक्तुं शक्नोति वाक्यं विषये समस्या वाक्यं विषये वाक्यं वाक्यं विषये इरः इर इत्संज्ञा वाच्या इति लिखितमस्ति न तस्मिन् विषये वक्तुं शक्नोति इर विषये अत्र इर् इति शब्दसमूहः अस्ति इर् ओ ओके मम दोषः इर् इर् ओके इर् इति शब्दसमूहः अस्ति तत्र इत्संज्ञा भवति तत् कुत्र आगच्छति इदानीं वर्णसमूहः वयं दृष्टवन्तः कुत्र परन्तु सः अधिकम् अस्ति तदस्ति तीव्रं कष्टं नास्ति न कृपया समस्या किम् अस्ति वदतु तत्र इर् इति शब्दसमुदायः अस्ति तत्र इत् संज्ञा भवति भवत्याः मनसि स्पष्टता नास्ति पूर्णिमा भवती किं वदति इर् विषये भगिनि डिड् वि लर्न् अबौट् दिस् लास्ट् क्लास् ऐ थिंक् न्यू भगिनि ऐ डोण्ट् थिंक् वि आदित्यगुरवः पर्यन्तं पाठयति भवति महोदय अपि वयं समापितवन्तः महोदय समापितवन्तः अपि अहं न चिन्तयामि परन्तु अत्र एतत् सूत्रं कथम् आगच्छति मतलब् ऐ डोण्ट् सी एनी रिलेशन् हियर् ओके ऐ डोण्ट् सी एनी रिलेशन् हियर् किमर्थं रिलेशन् अत्र आगतं वर्णसमूहस्य इत्संज्ञा विषये आदिर्निटुडवः वदति ओके इर् अपि वर्णसमूहस्य इत्संज्ञाविषये वदति अतः अत्र आगतम् ओके परन्तु इर् सूत्रे नास्ति वाच्ये अस्ति ओके अवगतम् अस्तु वाच्य इत्युक्ते किं महोदय वाच्यं वाच्यम् इत्युक्ते सम् एडिशनल् वाक्यकारः वररुचि वयं वदामः न सूत्रकारः पाणिनि वाक्य वाक्यकारः पतञ्जलि भाष्यकारः न वररुचि टोटल् कन्फ्यूजन् अस्माकं वार्तिककारः वाक्यकारं ने पाणिनिं भाष्यकारं भाष्यकारः पतञ्जलि भाष्यकारः पतञ्जलि वाक्यकारः कात्यायनः अथवा वररुचि तस्य नामद्वयम् अस्ति वाक्यकारं पतञ्जलि वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं मुनित्रयम् ओके अतः वाक्यकारः तदस्ति सः अस्ति किं वररुचि अथवा कात्यायनः सूत्रमस्ति तत् कदा कदा किञ्चित् तस्य अवगमने क्लेशं भवति अथवा किञ्चित् अवशिष्टरूपम् इति दृश्यते तत् पूरितवान् कात्यायनः तस्य आधारेण वाच्यम् अस्ति इर् इत्संज्ञा वाच्या इति ओके अत्र तत् लिखितमस्ति कारणं वयम् इत्संज्ञा वर्णसमूहस्य इत्संज्ञाविषये पठामः अत्र मी टू डु वर्णसमूहाः सन्ति इर् अपि वर्णसमूहः एव अतः अत्र लिखितम् अत्र अस्माकं मध्ये किं किम् अस्ति मी अस्ति टु अस्ति टु अस्ति इर् अपि अस्ति फोर् आप्शन् वर्णसमूहस्य उत्संज्ञा कर्तुम् ओके किञ्चित् किञ्चित् अवगतम् आं महोदय अन्यप्रश्नः अस्ति वा भगिनी पुनः एकवारं वदतु इट् डिन्ट् गो इन्टु मै ब्रेन् न अवगतं भगिनी न अवगतं न अवगतं पश्यामः वयम् आदिर्मितुदवः एतस्य आधारेण वयं किं ज्ञातवन्तः नकार इकार नकार इकारयोः मेलनेन किं भवति नी भवति न नी भवति यावत्पर्यन्तम् अवगतं तदनन्तरं तकार उकार उकार तु भवति एतस्य मेलनेन तु भवति उकार ओके भवति तदनन्तरं किं दृष्टवन्तः डकार उकार डुकार डकार उकार ओ डकार उकार एतयोः मेलनेन डु भवति ओके डु भवति एतत् सर्वं किम् इत्संज्ञकसमूहाः ओके यावत्पर्यन्तम् अवगतम् इत्संज्ञकसमूहवर्ण समूहः नी अस्ति सु अस्ति डु अस्ति अस्मिन् गणे एव यदस्ति अधिकं रेफः एतस्य समूहः अपि अस्मिन् गणे एव वयं गणयामः ओके किर् ओके एतत् सूत्रे नास्ति परन्तु वाक्यं यदस्ति कात्यायनेन लिखितं तत्र एतत् वयं पश्यामः ओके अतः एतत् सर्वम् एकस्मिन् स्थाने एव दत्तमस्ति अस्माकं करपत्रे अवगतम् सो तत्र इन् द प्रीवियस् वन् आदौ भवति दिस् वन् वेर् शुड् इट् कम् वाच्या दिस् वन् कुत्रापि कारणम् यदस्ति तत् किमस्ति अनुनासिक इकारः अस्ति अतः किर् यत्र अस्ति वर्णसमूहः आगच्छति तत्र इर् द्वयोः वर्णयोः उत्संज्ञा भवति अस्तु तदपि धातुविषये एव शिदिर् इति अस्ति शिदिर् इति अस्ति शिर् इति अस्ति किम् उदाहरणे दत्तमस्ति अस्ति किर् पुनः वर्णसमूहः अस्ति अतः एव अत्र वाच्यम् अपि योजितम् अस्ति नी टु डु यदस्ति तत् आदिमभागे आगच्छन्ति परन्तु इर् यदस्ति यत्र कुत्रापि आगन्तुं शक्नोति अन्यप्रश्नः अग्रे गच्छामः आं भगिनि दिस् इस् अ पार्ट् आफ् दादसूत्रं नो ति रैट् दट् इर् सत्य इत्संज्ञा वाच्य इट्स् अ पार्ट् आफ् अनदर् सूत्रं दट्स् वाट् दे रिटन् इस् इट् सूत्रमस्ति तत्र आगच्छति परन्तु अत्र वर्णसमूहः अस्ति फार् देट् एक्साम्पल् दे आर् गिवन् दिस् ओके वर्णसमूहः यत्र इत्संज्ञा भवति तत्र एतस्य योजनमपि कृतम् अस्ति कारणम् अत्रापि वर्णसमूहः अस्ति इत्संज्ञा भवति अस्तु अवगतम् श्वः प्रत्ययस्य एतद् वयं समापितवन्तः वा किञ्चित् अवगमनम् अवशिष्टम् अस्ति ओके कन्नम्मा श्वः प्रत्ययस्य किम् अवगतवती सः प्रत्ययस्य इत्युक्ते सः प्रत्ययः इत्युक्ते यत्र आदे अनुवृत्ति सहितसु प्रत्ययः आदौ शकारः अस्ति यत्र प्रत्ययः आदौ सकारः अस्ति तत् सः सकारः इत्संज्ञा भवति प्रथमान्तं प्रत्ययस्य प्रथमान्तं सकारः भवति तत् चकारः इत्संज्ञा भवति न प्रत्ययस्य प्रथमान्तम् एव मा वदतु भवति शकारः प्रत्ययः अस्ति अस्माकम् अस्ति तस्य आदिमवर्णः किं भवति शकारः शकारः भवति चेत् किं भवति इत्संज्ञा भवति संज्ञा भवति शः प्रत्ययस्य एतस्य अर्थम् एतदेव प्रत्ययः अस्ति तस्य आदिमवर्णः आदिमवर्ण सकारः अस्ति चेत् तत् सकारः इत्संज्ञा भवति इत्संज्ञा भवति ओके अनन्तरं पश्यामः उदाहरणसहितम् इदानीम् आगच्छति चुटु इति सूत्रम् एतद् वयं पठितवन्तः न भगिनि न ओके जया पठतु अरे एकनिमिषं चुटु कुत्र गतं हा चुटु दृश्यते चुटु एकनिमिषं चुटु प्रत्ययस आदौ च वर्गीयः छ झ ञ अथवा ट वर्गीयः टटढठण वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति चुक्ष तयोः इतरे द्वन्द्वः चुटु इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्दः ओके गुरुशब्दः गुरु चुटु चुटु प्रथमान्तम् एकपदमिदं सूत्रम् विपरिणामं क्रियते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि टुटु इतौ उदाहरणमपि पठतु रामयोग जस् चुटु इत्यनेन जकारस्य इत् संज्ञा तदा तस्य लोपः इत्यनेन लोपः रामयोग अस् तदनन्तरं राम राम अधिकम् अस् तदनन्तरं रामः कथम् आगच्छति तस्मिन् विषये वयं न पठामः इदानीं केवलं जस् एतस्य प्रथम स्टेप् प्रोसेसिङ्ग् मध्ये जकारः गच्छति अकारः एव तिष्ठति तावत्पर्यन्तं वयं ज्ञातवन्तः तदनन्तरं रामः कथम् आगच्छति तस्मिन् विषये तु अनन्तरम् ओके अन्यसूत्राणि सन्ति ओके इदानीं वदतु चुटु एतस्य अर्थं किम् चुटु चुटु इत्युक्ते च वर्गीय अथवा ट वर्गीय प्रत्ययस्य आदौ भवति संज्ञा चवर्गीयवर्णः अथवा टवर्गीयवर्णः न केवलं प्रत्ययविषये आदौ एव आदिमवर्णः भवति चेत् तस्य इत्संज्ञा भवति अवगतं प्रश्नः सन्ति वा ओके चन्द्रमति अग्रिमसूत्रं पठतु लशक्वतद्विते लशक्वतद्विते प्रथमाध्याये तृतीयपादे षष्ठं सूत्रम् अल षष्टमं सूत्रम् अष्टमं सूत्रम् अष्टमं सूत्रं प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः क ख ग घ चवर्गः चवर्णः चवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, किन्तु तद्धितप्रत्यये न। लश्च श्च कुश्च तेषां समाहारद्वन्द्वः लशक्कु न तद्धितम् अध अदद्धितं नञ् प्र तत्पुरुषः तस्मिन् अध अदद्धिते लशक्कु प्रथमान्तम् अदद्धिते सप्तम्यन्तं प्रतिप्रथमिदं सूत्रम् अनुवृत्तिः सहितं सूत्रम् उपदेशे प्रत्ययस्य आदि लशक्कु इद् अदद्धिते उदाहरणं रामयोगः शस् लशक्कु अद्यत्तिदे प्रथमान्ते तृतीय पादे अष्टमं सूत्रम् इत्यनेन शकारस्य इत्संज्ञा तदा तस्य लोपः इत्यनेन लोपः राम योगः अस् रामान् लशक्कु अदस्थिते उपदेशावस्थायां आदौ ल आदौ आणु प्रत्ययस्य आदौ लकारः शकारः अथवा कवर्गीय व्यञ्जनं आख ग ख ङ अस्ति चेत् तादृशवर्णाः अस्ति चेत् अतत्तिदप्रत्यये न अतत्तिदप्रत्यये अस्ति चेत् तस्य लोभः न भवति तद् लोभः भवति लशक्कु तद्धिते क्षम्यतां तद्धितप्रत्यये लोभः न भवति लशक्कु अतद्धिते अतद्धितप्रत्यये लोभः भवति लोपः इत्युक्ते प्रथमकार्यं इत्संज्ञा भवति अनन्तरं तस्य लोभः सूत्रेण लोभः अपि भवति उदाहरणम् अत्र तत्र इतरेतरद्वन्द्वसमासम् अत्र अस्ति समस्या नास्ति तत्र ओके ओके उदाहरणम् अनुवृत्तिसहितं सूत्रम् अस्ति उपदेशे प्रत्ययस्य आदि लशक्कु तत् इद अत्र यत् वयं पश्यामः एतत् सर्वं तद्धितप्रत्ययः न सुप्रत्ययः अतः लशक्कु तद्धिते सूत्रस्य आधारेण वयं कुर्मः तेषां वर्णानां पश्यतु वदतु कुत्र कुत्र अत्र जस् अत्र अन्ते लश कवर्गः लश लकारं शकारं कवर्गं प्रत्यये अस्ति चेत् अत्र अस्माकं हस्ते एकविंशतिः प्रत्ययाः सन्ति अत्र लशक्व तद्धिते एतस्य उपयोगं कर्तुं शक्नुमः चा भागीरथी भवती वक्तुं शक्नोति? क्षम्यतां भगिनि. चन्द्रमती यत् पठितवती लषक्वतद्धिते लकारः लकारः कवर्गीयवर्णाः कुत्र भवन्ति? आदिमवर्णः. ओके, इदानीं भागीरथी किं वक्तुमिच्छति? किं भगिनि? किं भगिनि किम्? अहं तु पृच्छामि कुत्र एतस्य उपयोगं भविष्यति इति. अत्र तु अस्माकं घस् अस्ति, घस् नास्ति, अत्र नकारस्य संज्ञा भवति. प्रत्ययः किम्? अहं न अवगतवती, पुनः वदतु. अत्र नकारस्य संज्ञा भूत्वा सकारं स एव अत्र अवशिष्यते. महोदय, नकारः गच्छति चेत् स एव अवशिष्यते वा? अस् अवशिष्यते. अस् अवशिष्यते. ओके, किमस्ति? नकारः गच्छति चेत् अहं कुत्र आगतवती? एकनिमिषं. नकारः गच्छति चेत् न गच्छति, अस् अवशिष्यते. ओके, रामस्. अस्तु, अनन्तरं पश्यामः. ओके, अस्ति. अनिल्, अन्यत्र अपि अस्ति वा एतस्य उपयोगम्? अत्र अत्र शस् अस्ति. न, एकनिमिषम्. अनिल् वदतु, अत्र अस्माकं हस्ते एकविंशतिः प्रत्ययाः सन्ति, यत् तद्धितप्रत्ययाः न. तस्य कन्फर्मेशन् कथमं कर्तव्यम्? अत्र कुत्र कुत्र दशक्व तद्धिते एतस्य उपयोगं भविष्यति? पश्यतु, सम्यक्तया परिशीलनं करोतु. लषकु लषकुवर्गीयवर्णाः लकार कुत्रापि नास्ति. लकारः आदिमवर्णः कुत्रापि नास्ति. ओके, अतः देन् शकारः षष् द्वितीय द्वितीय रो तृतीय षष् षष्. अत्र किं भविष्यति? अवशिष्टरूपं किं भविष्यति? अस् अस्. ओके, अवशिष्टरूपं भविष्यति अस्. ओके, अन्यत्रापि लषक्व तद्धिते एतस्य उपयोगं भविष्यति वा? सकार अन्यत्र कुत्रापि नास्ति. ङे ङि तत्र अस्ति. किञ्चित् अन्य अनिल् वदिष्यति वा? अन्ये जनाः साहाय्यं न कुर्वन्तु. अनिल् पश्यतु, अन्यत्र लकारः कुत्रापि नास्ति, सकारः एकस्मिन् स्थाने प्राप्तम्. इदानीम् अवशिष्टं किम् अस्ति? कु इत्युक्ते कवर्ग्य सवर्गीय कुत्रापि सवर्गीयवर्णः सवर्गीय कवर्गीय कवर्गीय ने ने अस्ति चतुर्थ रो अवशिष्ट ए अवशिष्टरूपम् ए भवति एकादशिष्टरूपम् अन्यत्र अस्ति अपि अस्ति अन्यत्र अपि अस्ति नसि नसि नसि अत्र असि असि अवशिष्टरूपं भवति अनन्तरं नस् नस् अस् अवशिष्टम् अवशिष्टम् अस् अन्यत्र अवशिष्टम् अवशिष्टम् इ ओके अतः एवम् अस्माकं प्रोसेसिङ्ग् भवति ओके परन्तु मनसि किं स्मरणीयं तद्धितप्रत्ययः न भवितव्यम् ओके किमस्ति अत्र लशक्वत् तद्धिते इत्युक्ते अतद्धितप्रत्ययः भवितव्यं तद्धितप्रत्ययानां कृते अन्यसूत्रम् अस्ति ओके यावत्पर्यन्तं तद्धितप्रत्यये अन्यस्य कोऽपि प्रत्ययः अस्ति तद्धितप्रत्ययविषये ल लकार शकार कवर्गीयवर्णानां कृते इत्संज्ञक वर्णः न कर्तव्यम् अस्तु अत्र अत्र अत्र तद्धित् प्रत्ययः नास्ति अत्र कृतवती वयं सर्वे जानीमः एते सर्वे सुप्रत्ययाः सन्ति विभक्तिप्रत्ययाः सन्ति तद्धितप्रत्ययाः महोदय एत अत्र एक संशय अस्ति अत्र ल श कु ल इत्युक्ते ल प्लस् अ अस्ति रैट् लकार प्लस् अकार अस्ति सो पाणिनि किं वदति उच्चारणार्थं समाधानं ददाति लशकु ओके कथं वयं कर्तुं शक्नुमः अत्र ओके लकार अधिकं शकार अधिकं कवर्गीयवर्णाः इति एतस्य मेलनेन किं भवति लशकु उच्चारणार्थं कष्टमस्ति अतः महोदय लशकु इति कृतवान् तदनन्तरं किम् अस्ति अतद्धिते अतद्धिते लशकु अतद्धिते इदानीं सन्धिकार्यं कृतम् उकार अकारयोः बकारः आगच्छति लशक्व तद्धिते मम प्रश्नकारणं तूष्म न विभक्तौ तूष्मः तत्र अकारः नास्ति उच्चारणे तत्र तु न विभक्तौ तूष्मः तु अस्ति तत्र तु अस्ति सकार अस्ति मकार अस्ति तु समाः तु समाः नास्ति सुलभमस्ति अत्र सुलभमस्ति उच्चारणार्थं तत्र सुलभं नास्ति अतः पाणिनि ऐडिया कृतवान् अकारः योजितवान् बहु सरलं लकार शकार व्याख्याने एतदेव लिखितम् अस्ति, अतः भवान् तु किमपि परिवर्तनं न कर्तुं शक्नोति, वयं केवलं चिन्तनं कर्तुं शक्नुमः किमर्थम् उच्चारणार्थं शु एवं तु वयं न वक्तुं शक्नुमः कृतमस्ति। एक उदाहरणं दातुं शक्यते अत्र शक्वते, अत्र यथा यदा वयं ल्युट् इति प्रत्यय स्वीकुर्मः चेत् कृदन्तप्रत्ययः, अत्र लकार यकार उकार तकारः अस्ति, अत्र आदौ लकारः अस्ति, तस्य लोपः भवति, लकारस्य लोपः भवति, यु एव अवशिष्यति ल्युट् ल्युट् ल्युट् लकार यकार उकार उकार तकार ल्युट् कृदन्तप्रत्ययं प्रत्ययः अस्ति, अत्र लषक्पतद्यते तत् उपयुज्य लकारस्य लोपः भवति, तदनन्तरं हलन्त्यम् इत्येन टकारस्य लोपः भवति, टकारः अपि गच्छति, यु अवशिष्यते अवशिष्यते, अत्र लषक्पतद्यते तत्र द्वयम् उपयोगं कुर्मः न ल्युट् प्रत्यये अस्तु शक्वते एकं तु दृष्टवन्तः रूपचष् रूपचष् रूपचष् वयं दृष्टवन्तः कथं डु यदस्ति तत्तु वर्णसमूहः सरस्वती आदिर्निटुडवः इति सूत्रेण डु इत्यस्य संज्ञा वयं दृष्टवन्तः एतत्। तदनन्तरं श यदस्ति तत्तु हलन्त्यम् इत्यनेन सकारस्य उत्संज्ञा, अनन्तरम् आ यदस्ति उपदेशे अनुनासिक इति सूत्रेण अनुनासिक अकारस्य उत्संज्ञा, ओके, अनन्तरं तस्य लोपः वयं न पठितवन्तः, अत्र योजनीयम् अनन्तरं पच् इति अवशिष्टरूपम् उपयोगीरूपम् अस्माकं हस्ते अवशिष्टं भवति। एतत् वयं गतवर्गे कृतवन्तः, अत्र टेबल् फार्म् मध्ये अहं स्थापितवती, अन्य अपि यत् कर्तुं शक्नुमः सिद्धं तु अस्ति, एकमेकं स्वीकृत्य वयम् अग्रे गच्छामः, परन्तु तत्पूर्वं समापयामः किम् अत्र किञ्चित् अवशिष्टभागमस्ति न इत् लोपविधि कस्याः पर्यायः अस्ति इदानीं पठनार्थं विजयसिंह, ओ नूतनकोपि आगतं वा, विजयसिंह अस्ति वा, महोदय नो ओके सुब्रह्मण्यम् अस्तु पठामि। इत् लोपविधिः, एकवारं यदा कस्यचित् वर्णस्य वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपः भवति, तस्य लोपः प्रथमाध्यायं तृतीयपादं नवमसूत्रम्, इत्संज्ञकस्य वर्णस्य लोपः भवति, तस्य षष्ट्यन्तमस्ति लोपः प्रथमान्तं विपदमिदं सूत्रम्, उपदेश अजनुसार इत् प्रथमपाद प्रथम अध्यायः तृतीयपादं द्वितीयसूत्रमस्ति, इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे, अनुवृत्तिसहितसूत्रं तस्य लोपः, तस्य इत् लोप, अत्र विवरणमस्ति यदा वर्णः भवति चेत् या वर्णसमूहस्य इत् संज्ञा भवति चेत् तस्य लोपः भवति इति सूत्रमस्ति, इत्संज्ञावर्णस्य लोपः भवति, तस्य इति षष्ट्यन्तमस्ति तस्य लोपः भवति, कस्य लोपः भवति इति पृच्छामः चेत् तस्य लोपः भवति इति वक्तुं शक्यते, तस्य इतः लोपः, ओके, तस्य लोपः इति स्थापितम् अस्ति अथवा नामकरणं कृतम् अस्ति तस्य एव लोपः कर्तुं शक्नुमः, अन्यस्य न. उदाहरणे उपदेशे अनु अजनुनासिकनित् इत्युक्ते अज् अनुनासिकः तस्य इतः भवति, अन्य कोऽपि न. तत् उपदेशे जनुनासिक इतस्य सूत्रस्य यत् अस्ति पदं तस्य अनुवृत्तिः कृतम् लोपः. अतः तस्य लोपः सूत्रं सम्पूर्णं नास्ति, योजितम् अस्ति. कुतः? प्रथमपादस्य तृतीय प्रथम अध्यायस्य तृतीयपादस्य तृतीयश्लोकस्य आधारेण इत्यदस्ति पदं तत् अत्र स्वीकृतम् अस्ति. ओके, अनुवृत्तिरूपेण सर्वत्र भवति तदनुवृत्ति. अन्त्यं तस्य लोपः उक्तौ तु स्मः, तस्य लोपः आगन्युट्टुडव, तस्य लोपः सर्वत्र भवति. अनुवृत्ति भवति. इदानीं विजय सिंह अस्ति वा? जी जी, नमो नमः. तिष्ठतु. हलो जी. आमां महोदय. ओके, पठतु, अग्रे पठतु. यावत्पर्यन्तम् अवगतं वा? अवगतम्. प्रथमवारम् अहं पूर्वं तु ध्वनिमुद्राणि अपश्यम्. ओ हो, ओके. चलो, अद्य अद्यतनवर्गस्य अवगमनं यावत्पर्यन्तम् अनुवृत्ति, एतेषाम् अनुवृत्तिक्रमः सुलभः. उपदेशे अज् अनुनासिक इत्यस्मिन् न कोऽपि अनुवृत्तिः, सर्वं सूत्रे एव वर्तते. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशे अच् अनुनासिक इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयो अनुवृत्तिः, अतः उपदेशे अनन्त्यं हल् इति वाक्यम्. तस्य अर्थं किम्? अनुवृत्तिः तु आगच्छति सूत्रतात्, अन्य पूर्वसूत्रतात् अनुवृत्तिः आगच्छति. कस्मिन् सूत्रे यत् पदं यथा अग्रिमसूत्रे भवति, ओके, अनुवृत्तिः. ओके, अनुवृत्तिः. आम्. ओके, सर्वमङ्गल अग्रिमं पठतु. वदामि. उपदेशे अनुनासिक इत् समाप्तम्. हलन्ति न विभक्तौ तु स्माः, 1, 3, 4 इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः, हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः अनुवृत्तिः, अतः उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति वाक्यम्. अर्थं न विभक्तौ उपदेशे तथा इत् पदस्य अनुवृत्तिः भवति. अनुवृत्तिः मीन्स् यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि पदानि आनेतव्यानि. तादृशपदस्य अनुवृत्तिः इति उच्यते. अतः उपदेशः पदानि स्वीकृतानि औपदेशिकसूत्राणि न अनुवृत्ति इत्युक्ते किम् अनुवृत्ति इत्युक्ते यानि पूर्वतनसूत्रेषु यानि पदानि दत्तानि अथवा न उक्तानि तत्र तानि पदानि तादृशपदम् अनुवृत्तिः इति उच्यते सम्पूर्णसूत्रम् सूत्रे यानि पदानि सन्ति सर्वं वयं स्वीकुर्मः वा न यानि पदानि न उक्तानि तानि कुत्र न उक्तानि हा सूत्रे उपदेशसूत्रे न भवतः करणं स्पष्टं नास्ति पुनः वदतु पूर्वतनसूत्रेषु यानि पदानि न उक्तानि तत्व पदानि विमस्टेक् दट् वन् दट् इस् अनुवृत्ति पूर्वस्मिन् सूत्रे पदानि न उक्तानि हा पूर्वस्मिन् सूत्रे पदानि न उक्तानि इत्युक्ते किं प्रीवियस् श्लोक सूत्रम् मेन् सूत्रं न उपदेशसूत्रम् न किमपि शुद्धमस्ति पूर्वस्मिन् सूत्रे पदानि न उक्तानि अतः अनुवृत्ति कुतः आगच्छति परसूत्रस्य पदं स्वीकृत्य पूर्वस्मिन् सूत्रस्य किम् अवशिष्टभागं वयं यजामः अधिकारसूत्रेण अधिकारसूत्रेण एकनिमिषं भवत्याः अवगमनं किञ्चित् विपरीतम् अस्ति द प्रीवियस् सूत्रं सम्पूर्णं नास्ति अतः सूत्रं दिव्युदपदं कथं भोः एवं तु न कर्तव्यं न Somewhere something not all right. Come on. Saraswati, sahayam karotu. Tatra, if you take the Prathama Sutram, Upadesha Anunasika It, Tatra, they have defined. Then Halantyam, Tat Sutras, Ataha, they have joined this. उपदेशे अन्यं हल् इत् इति वाक्यं सो देयर् द डेफिनिशन् आफ् इत् इस् बीन् टेकन् फ्रम् द प्रीवियस् सूत्रम् एस् अ रेफरेन्स् सो तत्र न विभक्तौ तुस्माः इति तत्र सो they have taken again upadeshe what is the meaning of upadeshe and what is it that reference has been taken from upadeshe janunasikah it tatra they have taken that reference and then halantyam has been taken from that sutram what it means but that means upadeshe antah hal varnah asti che that is it So they have taken that and then they have used it here in this sutram. Upadeshe vibaktau antyaha hal tismaha na itaha iti. That they have used. They have come by what they have, the definitions, it is like a glossary. They have taken the definitions from the previous one and then they have used it here. To make it understood. That is how I have understood. Okay. Sampurnam. साधु एव यत् सूत्रं वयम् इदानीं पठितवन्तः न विभक्तवतु स्मः तत् सम्पूर्णमस्ति वा न एस् इस् दट् वन् इट् इस् नाट् न विभक्तौ तूष्णाः यत् सूत्रमस्ति तत् सम्पूर्णं नास्ति. आम् तस्य सम्पूर्णं कृते सम्पूर्णस्य कृते केचन पदानि स्वीकृतानि सन्ति पूर्वस्य सूत्रस्य पदस्य एकं न सूत्रद्वयमस्ति न उपदेशे जनिनासूत्र इति ततः केचन पदानि आगतानि अनन्तरं सूत्रस्य अपि केचन पदानि आगतानि एवं पाणिनि सम्पूर्णं सूत्रं पूर्वस्य सूत्रस्य पदानि स्वीकृत्य सम्पूर्णं कृतवान् ओके अतः कृतवान् इत्युक्ते वयं कुर्मः किमर्थं त्रिको नामिनम् अस्ति ओके अतः एके पदानि स्वीकर्तव्यानि तस्मिन् विषये व्याख्यानं कथितव्यं व्याख्यानस्य आधारेण वयं जानीमः उपदेशे पदम् इत् पदम् उपदेशे जनुनासिक इत् एतस्य सूत्रस्य आधारेण पदद्वयं वयं स्वीकुर्मः न विभक्तौ सूक्ष्माः एतस्य सम्पूर्णार्थम् अनन्तरं यदस्ति तथैव पुनः पदानि स्वीकर्तव्यम् एवं स्वीकृत्य न विभक्तौ सूक्ष्माः एतस्य सूत्रस्य कथं वदामि एकं सूत्रं सम्पूर्णं कुर्मः when we take notes or anything we write in phrases so Pani has written phrases here and then to make it as a sentence use the words from the previous okay fill in the blanks kartavyam yeah so fill in the blanks kathamayam kurmah purvam yat likhitam asti atah ekena padani svikurmah fill in the blanks kurmah atah अत्र उपदेशे न विभक्तौ तूष्णाः ततः विभक्तौ आगतम् अन्त्याः फलः तूष्णाः न इतः ओके एवं वाक्यं पूरयामः ओके अवगतम् अनुवृत्तिविषये हा कथं मी टु अरे अद्य पुनः को नूतननाम अहं पश्यामि रविचित्कार ओके अग्रे पठामः मान्ये वदतु अत्र एक विवरणं दातुम् इच्छामि अतः ये सर्वे ये सप्तसूत्राणि ये सन्ति ते सर्वे इत्संज्ञाप्रकरणमस्ति अनुवृत्तिः सदैव प्रकरण अनुसारणे भवति अत्र इति प्रकरणमस्ति तदेव इत् सर्वत्र अनुवृत्तिः भवति सत्यं सत्यम् इत्संज्ञाविषये एव एते सर्वे सन्ति अतः इत् इति अनुवृत्तिः आगच्छति ओके अनुवृत्तिः शब्दस्य प्रकरणं दृष्ट्वा अनुवृत्ति करणीयम् ओके सप्तसूत्राणि एकत्र अस्ति खलु सो वन् आफ्टर् दि अदर् सीक्वेन्शियल् सो बुद्धिमान् अस्ति पाणिनि बुद्धिमान् अस्ति इत्संज्ञाविषये यानि सूत्राणि सन्ति सर्वम् एकस्मिन् स्थाने एव स्थापितवान् अतः अनुवृत्ति कष्टं नास्ति बहु सुलभम् अस्ति सर्वत्र प्रकरणमेव उपयुज्य कृतवान् ओके रूपल् अग्रे पठतु आदिनिदुतुवः इत्यस्मिन् उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः भुवादयोः धातवः प्रथम अध्याये तृतीये पादे प्रथमे सूत्रे इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वचनपरिणामं विभक्तिपरिणामं च कृत्वा अतः उपदेशधातो आदयः इतः इति वाक्यम् इति वाक्यम् ओके एतत् वयं दृष्टवन्तः सामान्यतया नी टु डु एतत् धातोः आदौ एव आगच्छति ओके इदानीम् अहं समापयामि अग्रिमभागं तु स्वयं पठन्तु अथवा अग्रिम वर्गे पठामः चिन्ता मास्तु परन्तु एकम् अभ्यासं प्रयत्नं कुर्वन्तु तदस्ति एतत् वयं जानीमः किं किं जानीमः एतत् सर्वं वयं पठितवन्तः धातुप्रत्ययः सर्वत्र चत्वारि सूत्राणि उपयुक्तानि सन्ति ओके अनन्तरं एकं वाक्यमपि अस्ति तदपि अत्र अहं लिखितवती तदनन्तरं केवलं प्रत्ययविषये त्रीणि सूत्राणि सन्ति उदाहरणमपि वयं दृष्टवन्तः ओके गत अवसरे एव वयं दृष्टवन्तः एव रीत्या सुप्रत्ययस्य यत् वयं पूर्वमेव दृष्टवन्तः किमस्ति एतेषां प्रोसेसिङ्ग् कुर्वन्तु सूत्रस्य आधारेण सु यदस्ति एतस्य प्रथमं किं गच्छति केन सूत्रेण पश्यन्तु दुपचस् यदस्ति तस्य प्रथमं तु अहं दुविषये दृष्टवती तदनन्तरं षकारविषये दृष्टवती तदनन्तरम् अकारविषये दृष्टवती परन्तु सर्वत्र सूत्रस्य आधारेण कर्तव्यम् अनन्तरम् एकं तु अहं विस्मृतवती तदस्ति तस्य लोपः अत्र किं लिखितव्यम् तदनन्तरं तस्य लोपः तस्य लोपः इत्यनेन अनन्तरं पच् इति रूपं सिद्ध्यति उपयोगिरूपम् अस्माकं कृते सु एतस्य प्रोसेसिङ्ग् कुर्वन्तु औ एतस्य तु किमपि नास्ति परन्तु जस् अत्र अस्ति अम् अत्र किञ्चित् चिन्तनं कृत्वा लेखनीयम् औट् पुनः षस् सर्वत्र पश्यन्तु प्रोसेसिङ्ग् कुर्वन्तु सुप् पर्यन्तं सूत्रस्य आधारेण ओके अवशिष्टरूपाणि निर्णयं कुर्वन्तु तदनन्तरम् अन्य प्रोसेसिङ्ग् सन्ति ओके यावत्पर्यन्तम् अवगतं किञ्चित् यानि सूत्राणि पठितानि तेषाम् उपयोगमपि कर्तुं प्रयत्नं कुर्वन्तु ओके प्रश्नाः सन्ति समापयामि ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः शुभदिनम् शुभरात्रि धन्यवादाः।